गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् स्नेहलक्षणनिरूपणं स्नेहः इति अन्यतमः गुणः तस्य लक्षणम् एवं कृतं चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः तर्हि चूर्णानि सन्ति तेषु तत्र पिण्डीभावं करणीयं चेत् तस्य पिण्डीभावस्य हेतुत्वेन एषः गुणः कार्यं करोति कः गुणः स्नेहः इति गुणः अपि च जलमात्रवृत्तिः केवलं जले एव एतद् लभ्यते तावदस्माभिः पठितम् अवगतं च अस्तु तर्हि अग्रे पठेम 114 पेज् मध्ये द्वितीयपरिच्छेदः को हेतुः इति आरभ्य पठनीयं तर्हि मेहुल् महोदय आरब्धुमिच्छति वा आम् आम् को हेतुः स्फुटः जलसंयोगः अस्ति कश्चित् गुणविशेषः जले येन पिष्टादौ पूर्वोक्तं धारणम् आकर्षणं वा भवति तेन जलगतेन गुणेन पिष्टराशेः धारणम् आकर्षणं प्रति वा कारणीभूतः पिष्ट अवयवानां विलक्षणसंयोगः उत्पद्यते अयं संयोग एव शास्त्रे पिण्डीभाव इत्युच्यते यः चूर्णादौ धारणाकर्षणे उत्पादयति तं च पिण्डीभावं प्रति कारणीभूतः एव स्नेहः अतिरिक्तः गुणः जलमात्रवृत्तिः अस्तु अत्र हा अत्र किं कारणं पूर्वस्मिन् परिच्छेदे उदाहरणरूपेण वयं दृष्टवन्तः गोधूमपिष्टराशिः अस्ति तस्य यदि केवलं स्थाल्यां यदि स्थापयामः चेत् एकदेशे अथवा एकस्मिन् भागे यदि हस्तेन गृहीतं तर्हि समग्रराशिः हस्तेन आगच्छति परन्तु जलेन युक्तं भवेत् तर्हि अनन्तरं समग्रराशिः हस्तेः आगच्छति यदि यद्यपि एकदेशे वयं गृहीतं चेत् अपि समग्रराशिः आकृष्टः भवति इति वयं जानीमः तर्हि तस्य कारणं किम् अत्र दत्तं जलसंयोगः स्फुटः इति तस्य समानार्थशब्दः वा अथवा कारणम् इति वा स्फुटः इत्युक्ते जलसंयोगः स्फुटः इति अर्थः ओ इत्युक्ते तत्र निष्कर्षेण दृश्यते अस्तु अस्तु तर्हि जलसंयोगः इति कारणम् अत्र किं भवति तर्हि कश्चित् गुणविशेषः जले अस्ति येन गुणविशेषेण पिष्ट आदौ पूर्वोक्तं धारणम् आकर्षणं वा भवति पूर्वः यः उक्तं तत् पिष्टादौ धारणम् अपि च आकर्षणं भवति अथवा आकर्षणं भवति एतेन गुणविशेषेण अतः तत्र जलगतेन यः गुणः पिष्टराशिं धारणम् अपि च आकर्षणं यः आगच्छति तस्य प्रति कारणं किं तर्हि विलक्षणसंयोगः पिष्ट अवयवानां यः उत्पद्यते तदेव आकर्षणस्य कारणं भवति अथवा धारणस्य कारणं भवति तत् संयोगः विलक्षणसंयोगः एव शास्त्रे तस्य नाम भवति पिण्डीभावः तत् पिण्डीभावः एव चूर्णादौ धारणम् अपि च आकर्षणम् उत्पादयति अपि च अग्रे अपि तत् पिण्डीभावं प्रति कारणं किम् तस्य कारणमस्ति अतिरिक्तः गुणः इत्युक्ते स्नेहः स्नेहः एव आहत्य पिण्डीभावं प्रति कारणं भवति तत् पिण्डीभावम् एव विलक्षणसंयोगः जलसंयोगः इति पिण्डीभावस्य कारणं भवति एतत् स्नेहः इति गुणः जलमात्रवृत्तिः इत्युक्ते जले एव वर्तते इति परिचये दत्तम् अस्तु तर्हि अत्र कारणं किं कार्यं किम् एकपदेन वदतु कारणं किं कारणम् इति स्नेहः इति गुणः स्नेहः समीचीनं कार्यं किं कार्यम् इति एतस्मिन् उदाहरणे पिष्टराशिम् अथवा पिण्डिभावं पिण्डिभावम् इति पिण्डिभाव सर्वत्र पिण्डिभावमेव कार्यम् अस्तु पिण्डिभावमेव कार्यम् अस्तु कारणं अहं चिन्तयामि पिण्डिभाव इति चूर्णादि उदाहरणे एव अस्ति खलु अन्यत् कुत्रापि यदि स्नेहः गुणः इति आगच्छति चेत् तत्र पिण्डिभावः इति कार्यं भवति वा न वा इति संशयः तत्र संशयः मा करोतु किमर्थमित्युक्ते अत्र लक्षणं पश्यतु चूर्णादि पिण्डिभावहेतुः हा तत् तत् सत्यं तत् सत्यं चूर्णादौ यत् पिण्डीभावं दृश्यते तस्य हेतुः तस्य कारणमस्ति स्नेहः तर्हि सर्वत्र कारणं स्नेहः कार्यं पिण्डीभावः पिण्डीभावेन तत्र आकर्षणम् अपि च ग्रहणं धारणम् अपि भवति पिण्डीभावः कारणं धारणं वा आकर्षणं वा कार्यं भवति किन्तु अत्र अस्माकं विवक्षा कुत्र अस्ति इति चेत् कारणमस्ति स्नेहः कार्यमस्ति पिण्डिभावः अस्तु तर्हि इतोपि एकः प्रश्नः महोदय पिण्डि कारणमिति हेतु कारणमिति स्नेहः स्नेहः कुत्र अस्ति स्नेहः कुत्र अस्ति गुणः गुणिनोः मध्ये अत्र पिष्ट अवयवे अस्ति पिष्ट अवयवे इति अहं मन्ये नास्ति ओ जलमात्रवृत्तिः जले अस्ति जले जले स्नेहः कुत्र अस्ति इति चेत् जले जले जले पिण्डिभावः कुत्र अस्ति पिण्डिभावः इति पिष्टादौ अवयवे अस्तु अपि च पिण्डिभावः इत्युक्ते किं विलक्षणसंयोगः तावदेव संयोगः इति गुणः खलु द्रव्ययोः मध्ये यः सम्बन्धः जायते तस्य नाम अस्ति संयोगः इति गुणः तर्हि पिण्डीभावः इति संयोगस्य एव विशिष्टसंयोगस्य नाम अस्ति पिण्डीभावः अस्तु बहु समीचीनं तर्हि अग्रे सरेम महोदय तत्र पिण्डीभावः इति संयोगः अस्ति तदा जले अपि अस्ति पिष्टराशौ अपि अस्ति इत्युक्ते द्विनिष्ठः अस्ति वा इति अहं पृच्छामि जले अपि अस्ति पिण्डिभावः संयुक्तः अस्ति यदा पिण्डि किं वदामि जलम् अपि च पिष्टराशिं योजयामश्चेत् तत्र मिश्रणं कुर्मश्चेत् तदा सः विशिष्टसंयोगः तत्र जले अपि अस्ति चूर्णे अपि अस्ति इति वक्तव्यं वा न समीचीनप्रश्नः अस्तु अत्र पश्यन्तु प्रथमम् अत्र चूर्णानि सन्ति अन्यत्र जलमस्ति चूर्णमपि द्रव्यमस्ति जलमपि द्रव्यमस्ति जलचूर्णयोः मध्ये यः संयोगः जायते तत्तु सामान्यसंयोगः द्रव्ययोः मध्ये यदा संयोगः जायते तदेव भूतलं घटे घटः भूतले अस्ति इत्यत्र यः संयोगः जायते तादृशमेव संयोगः चूर्णजलयोः मध्ये सामान्यसंयोगः यदा सः संयोगः जायते इदानीं जले स्नेहाख्यगुणः वर्तते इति कृत्वा चूर्णद्वयोः मध्ये चूर्णेषु मध्ये यः पिण्डीभावं जायते तस्य एव नाम अस्ति विशेषसंयोगः पिण्डीभावः इति तर्हि चूर्णजलयोः मध्ये जायमानसंयोगस्य नाम संयोगः सामान्यसंयोगः चूर्णयोः मध्ये चूर्णेषु मध्ये यः संयोगः जायते तस्य नाम अस्ति पिण्डिभावः तदेव विलक्षणसंयोगः चूर्ण यदा अवयवः इति वदामः खलु महोदय सत्यम् अवयवयोः अवयवेषु मध्ये यः संयोगः जायते तस्य नाम अस्ति पिण्डीभावः किन्तु सर्वत्र नास्ति इदानीं पश्यतु कपालद्वयम् अवयमस्ति खलु कपालद्वयोः मध्ये संयोगः भवति तेन घटः उत्पद्यते सत्यं तर्हि तादृशसंयोगस्यापि पिण्डीभावः इति न वक्तव्यम्. कपालद्वयोः मध्ये यः संयोगः जायते तत् सामान्यसंयोगः. सामान्यसंयोगः सामान्यसंयोगस्य किं कारणं? कपालद्वयोः मध्ये संयोगः कथं भवति? तत्र क्रियासंयोगः कर्मजसंयोगः जायते. समीचीनम्. एवमेव चूर्णजलयोः मध्ये यः संयोगः जायते तस्य कारणं किम्? तत्रापि कर्मजः भवति. बहु समीचीनम्. अत्र जलं स्वीकृत्य जले क्रियाम् उत्पादयित्वा चूर्णे स्थापयामः खलु, मिश्रणं कुर्मः खलु, तत् तर्हि चूर्णजलयोः मध्ये जायमानसंयोगः कर्मजसंयोगः. तदनन्तरं तत्र यदा चूर्णजलयोः मध्ये संयोगः जातः इदानीं जले अतिरिक्तगुणः स्नेहाख्यगुणः अस्ति इति कृत्वा सः स्नेहः इति गुणः यः गुणः केवलं जले वर्तते सः गुणः कारणं भवति पूर्णयोः मध्ये संयोगस्य पिण्डीभावं प्रति सः कारणं भवति. अस्तु तदा तत्र अस्तु महोदय इदानीं चर्चा अनन्तरं कुर्मः. तत्र किञ्चित् अत्र तत्रापि जल किं परमाणवः सन्ति खलु तत्र तत्र यत् पिण्डः अस्ति पिण्डे अपि जलपरमाणवः सन्ति खलु तेन कारणेनैव तत्र पिण्डीभावम् अभवत् पिष्टौ पिष्टराशौ तत्र पिण्डीभावम् अभवत्. इदानीं जलपरमाणु किं चूर्णपरमाणु जलपरमाणु अपि च चूर्णपरमाणोः मध्ये तत्र संयोगः अस्ति तद् तत् सामान्यसंयोगः भवति वा? आम्, तत् तत्सर्वं जलचूर्णयोः मध्ये यः संयोगः अस्ति तत् कर्मजसंयोगः. कर्मजसंयोगः कर्मजसंयोगम् अस्तु. परमाणु निमित्तं यत् संयोगः द्वयोः अथवा बहूनां चूर्णपरमाणूनां संयोगः भवति तत्र विशिष्टसंयोगः तत् स्नेहाख्यगुणेन कृतः. सत्यं सत्यं, बहु समीचीनं समीचीनं. तर्हि कपालद्वयोः मध्ये सहयोगः जायते तस्य कारणमस्ति क्रिया कर्मजसंयोगः तत्. जलचूर्णयोः मध्ये यः संयोगः जायते तदपि कर्मजसंयोगः क्रिया एव कारणं. किन्तु यदा जलेन मिश्रणं भवति तदा चूर्णयोः मध्ये यः संयोगः जायते तस्य कारणमस्ति जले विद्यमानस्नेहहाक्यगुणः इति. अतः एव पश्यन्तु इदानीं किञ्चित् आङ्ग्लभाषायां वदामि. इफ् यु मेक् अ लड्डु यूसिङ्ग् वीट् वन्स् यु हव् क्रियेटेड् द लड्डु आफ्टर् दट् लेट् अस् से दि वाटर् इवापरेट्स् तत्र जलं नास्ति इदानीं तथापि तत्र पिण्डीभावम् एतावत् तिष्ठति खलु? तिष्ठति सत्यम्. इति कृत्वा इदानीं पिण्डीभावः अस्ति किन्तु जलं नास्ति. जलः ततः अपगतः शुष्कः तथापि तथापि तत्र पिण्डीभावं तिष्ठति. तर्हि यदि जलेन सह संयुक्तः तदेव पिण्डीभावः इति वदामश्चेत् इदानीं जलः नास्ति किन्तु पिण्डीभावः तिष्ठति सत्यम्. इति कृत्वा तत्र पिण्डीभावं कारयित्वा जलम् अपगच्छति किन्तु पिण्डीभावं कार्यं तिष्ठति. सत्यं कार्यं तिष्ठति कारणं कार्यं तिष्ठति सत्यं सत्यम्. अपि च अस्मिन्नेव सन्दर्भे गृहपाठत्वेन गृहपाठं मम मनसि एकम् आगतं. तर्हि कीदृशकारणम् इति वक्तव्यम्? कीदृशकारणम् स्नेहः पिण्डीभावं प्रति कीदृशकारणं? तत्र इदानीं त्रिविधकारणं कारणानि सन्ति समायकारणम् असमायकारणम्. इदानीं मास्तु, अहं गृह प्रश्नस्य उत्तरं गृहपाठरूपेण सर्वे कुर्वन्तु. अस्तु अस्तु महोदय. किमर्थम् अहम् एतद् उक्तवान् इति चेत् अत्र जलम् इदानीम् अपगतं इति कृत्वा किञ्चित् स्वारस्यं भवति अस्मिन् विषये चिन्तनं. तर्हि स्नेहाख्यगुणः यत् जले अस्ति तत् पिण्डीभावं प्रति कीदृशकारणं, समवायिकारणं वा असमवायिकारणं वा निमित्तकारणं वा इति सर्वे चिन्तयन्तु गृहपाठत्वेन. अग्रिमवर्गे तस्मिन् विषये चिन्तयामः. अस्तु, इदानीम् अग्रे सरेम. निमित्तकारणम् इति चिन्तयामि. किमर्थम् इत्युक्ते तत्र समवायिकारणम् असमवायिकारणम् इति वदामः खलु, वदामश्चेत् तत्र असमवायिकारणे अस्तु महोदय, गृहपाठने एव कृतम्. आम्, गृहपाठत्वेन करोतु. किमिति दृष्ट्वा व्याख्यानं दृष्ट्वा परिशीलनं कर्तुं कर्तव्यम्. आमाम्, इत्युक्ते वयं जानीमः खलु, लक्षणं जानीमः, तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति चेत् समवायिकारणं, समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति असमवायिकारणम्, अन्यत् सर्वं निमित्तकारणं. निमित्तकारणं. तर्हि एतद् आधारीकृत्य कीदृशं भवति इति चिन्तयन्तु. अपि च यदि जलं ततः अपगतः तर्हि तथापि भवतः इदानीं विवरणं समीचीनं तिष्ठति वा इति अपि पश्यन्तु. अग्रिमवर्गे इतोपि चिन्तनं कुर्मः. अस्तु, शिवराम महोदय अग्रे पठतु. आम् महोदय, इह लक्षणे धारणकर्षणयोः पिण्डीभावः कारणं, पिण्डीभावं प्रति च स्नेहः कारणम् इति कार्यकारणभावद्वयं प्रविष्टम्. अतः व्यवहारगर्भलक्षणात् एव प्रकृते चित्रं सम्पाद्यं, ज्ञानस्थाने धारणाकर्षणे स्थाप्ये इति विशेषः. लक्षणपरिष्कारस्तु धारणाकर्षणनिष्ठकार्यतानिरूपित कारणताश्रय विलक्षणसंयोगनिष्ठ कार्यतानिरूपित कारणताश्रयत्वे सति गुणत्वम्. अस्तु, वदतु महोदय. धारणाकर्षणयोः पिण्डीभावकारणं, पिण्डीभावं प्रति स्नेहः. अस्तु, अत्र एकं पदमस्ति खलु, व्यवहारगर्भलक्षणवद् एव. व्यवहारगर्भलक्षणवदेव व्यवहारगर्भलक्षणवत् एव. अस्तु, कालस्य लक्षणम् इदानीं भवतः मनसि अस्ति वा? अतीतादिव्यवहारहेतुः कालः व्यवहार. आम्, अतीतादिव्यवहारहेतुः कालः इति लक्षितं खलु. तर्हि अस्मिन् लक्षणवाक्ये व्यवहार इति पदं घटितमस्ति. तस्मिन् गर्भे लक्षणवाक्ये, तस्मिन् गर्भे इत्युक्ते लक्षणवाक्ये व्यवहारः इति पदं घटितमस्ति. अस्तु, व्यवहारः इत्यस्य अर्थः कः? व्यापारः वा व्यवहारः? व्यवहारः व्यापारः भिन्नः. ज्ञानजनक ज्ञानजनकशब्दप्रयोगः खलु, शब्दप्रयोगः, ज्ञानजनकशब्दप्रयोगः. व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः. तर्हि शब्दप्रयोगे कारणता अपि अस्ति, कार्यता अपि अस्ति. चित्रं पश्यामश्चेत् कस्य कारणता अस्ति इति चेत् ज्ञानस्य जनकः अस्ति व्यवहारः, शब्दप्रयोगः. पुनः शब्दप्रयोगः किम् आधारीकृत्य क्रियते, घटः अतीतः इति वदामश्चेत् तत्र कालम् आधारीकृत्य एव अतीतः इति पदं प्रयुक्तुं शक्यते खलु. तर्हि अतीतः इति शब्दप्रयोगस्य कारणं भवति कालः. तर्हि कालः कारणं, शब्दप्रयोगः कार्यं, पुनः शब्दप्रयोगः कारणं, कार्यं किं? ज्ञानं. घटः अतीतः इति ज्ञानम्. तर्हि व्यवहार इति पदे कारणता अपि अस्ति, कार्यता अपि अस्ति इत्यतः एव तत्र सामान्यवाक्यं यद्वदामः कालस्य लक्षणं, घटनिष्ठघटत्वावच्छिन्न विशेष्यता निरूपित अतीत अतीतनिष्ठ अतीतत्वावच्छिन्न प्रकारता निरूपक ज्ञाननिष्ठ इति उक्त्वा ज्ञाननिष्ठ कार्यतानिरूपितकारणता आश्रय शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणता आश्रयः कालः इति वदामः खलु. तादृशं व्यवहार इति पदे व्यवहार इति पदस्य तत्र यदा प्रयुज्मः यत्र यस्मिन् कारणता अपि अस्ति कार्यता अपि अस्ति तादृशम् अत्रापि पिण्डीभावः इति पदमपि व्यवहार इव पिण्डीभावे कारणता अपि अस्ति कार्यता अपि अस्ति पिण्डीभावे कार्यता कथं जातम् पिण्डीभावे एकत्र आगच्छति इति कार्यता अस्ति न पिण्डीभाव न न तत्तु अस्तु इदानीम् एकत्र पश्यतु धारणकर्षणयोः पिण्डीभावः कारणं पिण्ड तर्हि कारणता पिण्डीभावे अस्ति धारणकर्षणयोः पिण्डीभावः कारणम् इति कृत्वा पिण्डीभावे कारणता अस्ति किन्तु पिण्डीभावं केन जायते स्नेहेन जायते खलु स्नेहेन आम् तर्हि पिण्डीभावे कार्यता अपि अस्ति स्नेहनिष्ठ स्नेह तत्र स्नेहनिष्ठकारणतानिरूपितकार्यता आश्रयः पिण्डीभावम् अपि च धारणकर्षणयो धारणकर्षणनिष्ठकार्यतानिरूपितकारणता आश्रयः पुनः पिण्डीभावम् तर्हि पिण्डीभावे कारणता अपि अस्ति धारणकर्षणयोः तत् कारणम् इति अपि च कार्यता अपि अस्ति स्नेहेन उत्पद्यते इति कृत्वा कार्यता अपि अस्ति यथा व्यवहारे कारणता अपि अस्ति कार्यता अपि अस्ति तथा पिण्डीभावे अपि कारणता अपि अस्ति कार्यता अपि अस्ति इति अत्र उक्तं तर्हि लक्षणवाक्यम् अन्तिमवाक्यं पुनः एकवारं पठतु महोदय लक्षणपरिष्कारस्तु धारणाकर्षणनिष्ठ कार्यतानिरूपितकारणताश्रयविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति गुणत्वम् इति स्नेहस्य लक्षणम् इदानीं परिष्कृत्वा दत्तमस्ति. आम् पूर्वं व्यवहार तत्र मूलग्रन्थे चूर्णादिपिण्डीभावहेतुर्गुणः कारणम् इति सामान्यव्यवहारशब्दं इत्युक्ते सामान्यव्यवहारे ये शब्दाः सन्ति तान् उपयुज्य लक्षणवाक्यं कृतम् इदानीं तस्य परिष्कारं कृत्वा न्यायशैल्याम् उक्तं धारणकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयः कः पिण्डीभावः विलक्षणसंयोगः पुनः तन्निष्ठकार्यतानिरूपितकारणता आश्रयत्वं कुत्र अस्ति स्नेहे अस्ति अपि च स्नेहः कीदृशपदार्थः इति चेत् गुणः तर्हि अत्र कति दलानि सन्ति किं महोदय लक्षणवाक्ये दलद्वयमस्ति वा अत्र समीचीनं दलद्वयमस्ति दलद्वयम् एकं तु धारण आरभ्य आश्रयत्वं तावती एकं दलं गुणत्वं गुणत्वमेकम् इति द्वितीयं दलम् अस्तु तर्हि दलसार्थक्यम् इदानीं कुर्मः गुणत्वम् इति पदं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति अन्यैः अपि चिन्तयितुं शक्यते यदि गुणत्वम् इति पदं त्यजामः सर्वस्मिन् अन्यत् सर्वे गुणे तस्य अतिव्याप्तिः भवति उदाहरणं वदतु कस्मिन् गुणे रूपमिति गुणः अस्तु तर्हि रूपे अस्तु रूपमिति गुणः स्वीकुर्मः रूपे धारणकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयत्वमस्ति वा रूपेण धारणता आकर्षण धारणाकर्षणं जायते वा न न जायते हा तर्हि रूपे अतिव्याप्तिः न वक्तुं शक्यते तर्हि कुत्र अतिव्याप्तिः भवति इति चेत् कथं चिन्तनीयम् येन कारणेन धारणाकर्षणं भवति इति चिन्तनीयम् संयोगे वा महोदय? तयोः मध्ये संयोगः पिष्ट पिष्टावयवानां मध्ये संयोगः तत् तत्र भवति वा? आम् पिष्ट अवयवानां मध्ये यः संयोगः अस्ति तदिदानीमपि तदानीं पूर्वमपि अस्ति हा पूर्वमपि अस्ति खलु किन्तु तत्र धारणकर्षणं नास्ति यदा जलमिश्रणात् पूर्वमेव चूर्णे तयोः मध्ये संयोगः अस्ति एव सामान्यसंयोगः अस्ति विलक्षणसंयोगः नास्ति सत्यं तर्हि तद् गुणः नास्ति चेत् द्रव्येण भवति चिन्तयतु जले भवति वा जले एव पिष्टे पिष्टे अतिव्याप्तिः भवति इति अग्रे दत्तं मया न पठितं किन्तु एवमेव चिन्तयन् अस्मि अस्तु भवतः भवद्भिः अपि चिन्तयितुम् अस्त सर्वैः एतादृशं चिन्तनीयं यथा एतादृशप्रश्नः क्रियते तत्र कारणानि कानि समवायिकारणम् असमवायिकारणं निमित्तकारणं तेषु एव अतिव्याप्तिः भवितुमर्हति खलु तर्हि इदानीं समवायिकारणं किं धारणाकर्षणनिष्ठकार्यतायाः समवायिकारणं किम् समवायिकारणं संयोगः संयोगः समवायिकारणं भवति वा यदा कदापि द्रव्यमेव सर्वदा समवायिकारणं द्रव्यं द्रव्यं द्रव्यं द्रव्यं महोदय क्षम्यता पिष्टः पिष्टः अत्र प्रश्नः अस्ति महोदय अनन्तरं पृच्छामि इदानीम् एतत् इदानीम् अस्मिन् अस्मिन् विषये चिन्तयामः धारणकर्षणम् इति कार्यं खलु धारणाकर्षणम् इति क्रिया अस्ति सत्यं क्रियायाः कारणं किं भवति समवायिकारणं क्रियायाः समवायिकारणं किम् द्रव्यं सत्यं कन्दुके क्रिया अस्ति चेत् कन्दुकमेव तस्य समवायिकारणं खलु एवमेव धारणाकर्षणम् इति क्रिया कुत्र अस्ति पिण्डि तत्र राशौ अस्ति खलु चूर्णराशौ अस्ति खलु गोधूम पिष्टराशौ अस्ति खलु धारण तर्हि तदेव कारणं भवति यदि गुणत्वम् इति पदं त्यजामः तर्हि पिष्टराशौ गोधूमपिष्टराशौ अतिव्याप्तिः भवति समवायिकारणमस्ति खलु उदं वा तत्र हेतु इति उक्तत्वा तत्र कारणं स्वीकुर्मः महोदय इदानीं तद्वाक्यं त्यजतु अत्र अस्माकं पुरतः किम् अस्ति धारणकर्षनिष्ठकार्यतानिरूपितकारणताश्रय विलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति गुणत्वम् इति लक्षणवाक्यं परिष्कृतं खलु सत्यं तत्र पश्यतु भवतु तत्र हेतुः इति पदमस्ति चेत् तत्र पिण्डी तत्र पिष्टराशिः अपि हेतुः एव खलु कारणं हेतुः इत्युक्ते किं कारणं तत्र हेतुः इति पदेन तत्र द्रव्यत्वम् अपसारितम् इति नास्ति तर्हि धारणाकर्षण यदि गुणत्वम् इति पदं त्यजामः लक्षणात् तर्हि अत्र अतिव्याप्तिः भवति द्रव्ये अतिव्याप्तिः भवति पिष्टराशौ अतिव्याप्तिः भवति अस्तु तर्हि केवलं गुणत्वम् इति वदामश्चेत् अन्येषु सर्वेषु गुणेषु रूपादिषु अतिव्याप्तिः भवति धारणकर्षयोः कार्यं गुणत्वमिति त्यजामः चेत् अतिव्याप्ति इष्टराशिं भवति कथं भवति अतिव्याप्तिः इत्युक्ते किञ्चित् स्मारयतु कृपया अस्तु तर्हि प्रथमम् एतद् वदतु महोदय धारणकर्षणम् इति कीदृशपदार्थः सप्तपदार्थेषु कीदृशपदार्थः क्रिया अस्ति अतः समीचीनं तर्हि क्रिया समीचीनं क्रियायाः कारणं समवायिकारणं किम् द्रव्यं द्रव्यं तर्हि धारणकर्षनिष्ठकार्यता निरूपितकारणता आश्रयत्वं द्रव्ये अस्ति खलु इति कृत्वा कारणम् कारणं द्रव्यमपि भवेत् अत्र गुणः अपि भवेत् अतः द्वयोः भवेत् अतः अतिव्याप्तिः द्रव्ये द्रव्ये अतिव्याप्तिः समवायीकारणे पिष्टराशौ अतिव्याप्तिः सत्यं यदि पिष्टराशिः नास्ति तर्हि तस्मिन् क्रिया कथं वा जायेत इति कृत्वा समवायीकारणं द्रव्यम् अपि धारणाकर्षणम् इति क्रियायाः कारणं यदि गुणत्वम् इति पदं त्यजामः तर्हि द्रव्ये अतिव्याप्तिः भवति धारणकर्षणानिष्टकार्यतानिरूपितकारणताश्रयत्वं पिष्टराशिः इति वक्तुं शक्यते किन्तु गुणत्वम् इति पदं पदं योजयामश्चेत् इदानीं द्रव्ये गुणत्वं नास्ति इति कृत्वा तत्र न पतति अपि च निरूपित आश्रय विलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति गुणत्वम् इति भवति तर्हि धारणाकर्षणनिष्ठकार्यतानिरूपितकारणता इत्यत्र केवलं गुणत्वम् इति योजयामश्चेत् द्रव्ये विद्यमान द्रव्ये जायमान अतिव्याप्तिः अपगच्छति अन्यत्र यत्र कुत्रापि अतिव्याप्तिः न भवति किन्तु इदानीं साक्षात् कार्यता इदानीं पिष्टराशौ कार्यता निवारितं कारणता निवारितम् इत्युक्ते पिष्टराशिः कारणं न गुणत्वम् इति पदस्य योजनेन तर्हि एतावदेव भवति चेत् धारणकर्षनिष्ठकार्यतानिरूपितकारणता आश्रयत्वे सति गुणत्वम् इति वदामश्चेत् स्नेहस्य लक्षणं तर्हि इदानीं स्नेहः कुत्र अस्ति मेहुल् महोदय वदतु स्नेहः पुनः वदामि जले कुत्र जले जले न न जले एव जले जले एव स्नेहः अस्ति इति मूलग्रन्थे लिखितं किन्तु इदानीं अहं लक्षणवाक्यं पुनः वदामि तत् श्रुत्वा वदतु धारणकर्षनिष्ठकार्यतानिरूपितकारणता आश्रयत्वे सति गुणत्वम् तत्र विलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणता इति मया त्यक्तम् धारणकर्षननिष्ठकार्यतानिरूपितकारणता आश्रयत्वे सति गुणत्वम् इति तावदेव वदामि चेत् तर्हि इदानीं स्नेहः कुत्र अस्ति अत्र वदतु महोदय वदतु मम प्रश्नः कः इति बुद्धं वा न किञ्चित् न अवबुद्धम् अवगच्छामि अस्तु अत्र अत्र लक्षणवाक्यमस्ति खलु महोदय दीर्घलक्षणवाक्यमस्ति खलु तत्र त्रिधा मया विभक्तं प्रथमभागः अस्ति धारणकर्षनिष्ठकार्यतानिरूपितकारणता आश्रयत्वम् इति प्रथमभागः द्वितीयभागः विलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणता आश्रयत्वम् इति द्वितीयभागः तृतीयभागः गुणत्वम् तत्र गुणत्वम् इति त्यजामश्चेत् पिष्टराशौ अतिव्याप्तिः भवति इति अस्माभिः चिन्तितं समीचीनं तर्हि इदानीमहं किं करोमि अपि च द्वितीयमपि अस्माभिः चिन्तितं यदि केवलं गुणत्वमेव लक्षणत्वेन स्वीकुर्मश्चेत् अन्येषु सर्वेषु गुणेषु अतिव्याप्तिः भवति तर्हि इदानीं दलद्वयम् अहं स्वीकरोमि वस्तुतः अत्र दलत्रयमस्ति न तु दलद्वयं दलत्रयमस्ति अस्तु इदानीम् अत्र दलद्वयम् अहं स्वीकरोमि धारणकर्षनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति गुणत्वम् तावदेव अहं वदामि चेत् इदानीं तस्मिन् विषये चिन्तयतु यदि धारणाकर्षनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति गुणत्वम् इति तावदेव स्नेहस्य लक्षणत्वेन अहं वदामि चेत् किं भवति इदानीं स्नेहः कुत्र भवितुमर्हति निरूपितकारणताष्टराशौ एव हा बहु समीचीनं स्नेहः पिष्टराशौ एव भवति अत्र अन्यत् किमपि न उक्तं खलु तर्हि धारणाकर्षनिष्ठकार्यतानिरूपितकारणता कुत्र अस्ति पिष्टराशौ अस्ति तस्मिन् तस्मिन् विद्यमानः गुणः स्नेहः इति वदामश्चेत् तर्हि एतावदेव लक्षणं वदामश्चेत् इदानीं किं जातं जलेन सह मिश्रणम् अकृत्वा अपि तत्र पिण्डीभावः जायेत खलु किन्तु तद् न जायते तद् न जायते इति कृत्वा इदानीमपि तत्र लक्षणे दोषः अस्ति यदि दलद्वयमेव स्वीकुर्मः इत्यतः तत्र पुनः व्यवहारपद इव कार्यता अपि वक्तव्यमस्ति कारणता अपि वक्तव्यमस्ति पिण्डीभावस्य पिण्डीभावे कार्य कारणता अस्ति कं प्रति धारणाकर्षणक्रिया प्रति क्रियां प्रति पुनः कार्यता अपि अस्ति कथं स्नेहं स्नेहं प्रति कार्यता अस्ति बहु समीचीनं तर्हि स्नेहः इदानीं कुत्र अस्ति जले अस्ति इति कृत्वा तत्र जलश्रयमिश्रणं जलेन सह मिश्रणं यदा क्रियते तदा एव पिण्डीराशौ क्षम्यतां तत्र पिष्टराशौ स्नेह पिण्डीभावः जायते विलक्षणसंयोगः जायते इति कृत्वा इदानीं स्नेहस्य लक्षणं समीचीनतया उक्तं भवति शिवरां महोदय अवगतं वा आं महोदय आमाम् अस्तु बहु समीचीनं तर्हि एतादृशं चिन्तनीयम् अतः एव इतोपि गभीर अवगमनं भवति अस्तु तर्हि अग्रे सरे महोदय संशयः अस्ति अस्मिन् नास्ति तु समवायिकारणम् असमवायिकारणम् इति वदामः खलु तस्य अर्थः अवगच्छामि तु यदा पदं स्वीकुर्मः समवायिकारणं समवायि तस्य पदस्य विग्रहवाक्यं समवायीकारणम् इति भवति खलु समवायिन् कारणं नपुंसकलिङ्ग इति कृत्वा समवायिन् कारणं समवायिन् इति प्रातिपदिकं समवायिकारणम् इति भवति पदद्वयम् अस्ति चिन्तयति वा न तत्र यदा विग्रहवाक्येन अवगच्छामः चेत् तत्र मम अवगमनं भवति समवायित्वेन तत्र कारणं भवति इति अर्थबोधयति किन्तु विग्रहवाक्यम् अत्र व्याकरणरीत्या विग्रहवाक्यं वदतु अत्र कीदृशसमासः अस्ति तत्र अवि किं बहुव्रीः वदतु विग्रहवाक्यं वदतु समवायीकारणं यत् तत् यत् तत् बहुव्रीहि बहुव्रीहो यदा कदापि न भवति समवायीकारणं यत् तत् न भवति न भवति कारणम् इत्युक्ते अन्यत् किमपि नास्ति खलु बहुव्रीहेः सामान्य उदाहरणं किं तत्र किं पीताम्बरः हा सत्यं पश्यतु पीतम् अम्बरं यस्य सः इत्यत्र पीतपदेन अम्बरपदेन कृष्णः न उक्तः पीतम् इत्युक्ते किम् एकविधरूपम् अम्बरम् इत्युक्ते किम् एकविधवस्त्रम् सत्यं पीतम् इति रूपम् अम्बरम् इति वस्त्रं द्वयमपि कृष्णं न सूचयति किन्तु पीतम् अम्बरं यस्य सः तादृशपीतवर्णवस्त्रं यः धारयति सः एव पीताम्बरः इति पदेन उक्तं खलु सत्यम् एवम् इदानीं कारणम् इति अत्र पश्यतु समवायीकारणम् इति कारणम् इति पदेन अन्यत् किमपि उक्तं वा यदस्ति तदेव उक्तं खलु कारणम् इत्युक्ते इदानीं कपालः कारणम् इत्युक्ते तत् कपालं सूचयति खलु समवायिकारणम् इत्युक्ते कपालं सूचयति कारणम् इति पदेन एव कपालः उक्तः कारणम् इति पदेन एव साक्षात् कपालः उक्तः. कारणम् इत्युक्ते भिन्नं, कपालः भिन्नः इति नास्ति, किन्तु वस्त्रमिति भिन्नं, कृष्णः भिन्नः, पीतमिति भिन्नं, कृष्णः इति भिन्नः. कारणः कः इत्युक्ते, अस्तु अत्र अन्येषां चिन्तनं किं, समीचीनप्रश्नः, किञ्चित् व्याकरणविषये अपि चिन्तयामः. शिवरां महोदय, भवान् किं चिन्तयति समवायी कारणम् इत्यस्य विग्रहवाक्यं वदतु. समवायीकारणं यस्य अस्ति सः इति वदति. न, समवायीकारणं यस्य, अत्र यस्य इति पदं वदामश्चेत् भवति खलु सम्बन्धः. तर्हि इदानीं कपालः मम हस्ते अस्ति, कपालः घटं प्रति समवायीकारणं खलु. कपालः घटं प्रति समवायीकारणं. यदि मम हस्ते कपालः अस्ति, अपि च इदानीं मां भवान् आह्वयति भो समवायीकारणम् इति आह्वयति चेत् इदानीं बहुव्रीहिः भवति. समवायीकारणं मम अस्ति, मम हस्ते कपालः अस्ति, कस्य कपालः? मम कपालः. तर्हि कपालः मम कपालः, अपि च कपालः समवायीकारणम् इति कृत्वा इदानीम् अहं मम आह्वानं समवायीकार भो समवायीकारणम् इति माम् आह्वयितुं शक्यते यदि बहुव्रीहिः वदामः. किन्तु अत्र यस्य सः नास्ति. तदा कर्मधारय समवायीकारणं कर्मधार एव. वदतु कर्मधारय इति कीदृशकर्मधारयः? मेहुल् महोदय, भवतः चिन्तनं किम्? समवायी च तत् कारणं च, विशेषणपूर्वपदसामान्यकर्मधारय समासः, अपि च तत्पुरुषस्य प्रभेदः. तत्र तदेव समवायी अपि, समवायी अस्ति तत्र तु वयं समवायी इति पारिभाषिकशब्दः. सत्यं महोदय, तत्र सम्बन्धः तु किं तादात्म्यसम्बन्धेन स्वस्मिन् तादात्म्यसम्बन्धेन स्वस्मिन् कृत्वा समवायेन कार्यं जनयति इति वदामः खलु. हा सत्यं. तर्हि समवायीकारणम् इति सम्पूर्णसमस्तपदस्य लक्षणम् इदानीं भवता उक्तं यत् तादात्म्यसम्बन्धेन कार्याधिकरणे स्थित्वा समवायसम्बन्धेन कार्याधिकरणे कार्यं जनयति, तद् समवायीकारणम् इति समस्तपदस्य न्यायशैल्यां लक्षणं कृतं. किन्तु समस्तपदं, समस्तपदस्य विग्रहवाक्यं किम् इति चेत् समवायीश्च असौ कारणं च. केवलं तत् पदं पदस्य विग्रहं स्वीकुर्मः चेत् अर्थबोधः न जायते. किमर्थं न जायते? समवायेन समवायी यत् तत् कारणं समवायिकारणम् इति वदामः खलु. समवायी च तत् कारणं च. तर्हि समवायी इति पदस्य समवाय अतः एव मया उक्तं समवायी इति पारिभाषिकशब्दः. इट्स् अ टेक्निकल् वर्ड्. समवायी इति पारिभाषिकशब्दः. समवायी इत्यस्य आङ्ग्लभाषायाम् अर्थः भवति इन्हेरेण्ट्. इन्हेरेण्ट् वयं दृष्टवन्तः. सत्यं. तर्हि इदानीं इतोपि चिन्तनीयं चेत् समवायी इति पदं तस्य पदस्य व्युत्पत्तिः कथं भवति इति चिन्तनीयं. तादृश किम् इत्युक्ते इदानीम् असमवायिकारणम् इति स्वीकुर्मश्चेत् तत्र गुणः वा किमपि तत्र समवायेन अधिकरणे स्थित्वा समवायेन कार्यं जनयति इति आगच्छति. तत्र यदा समवायिकारणम् इति नामधेयं कुर्मश्चेत् किञ्चित् सुलभरीत्या किं स्मर्तुं शक्यते. अत्र भिन्न किञ्चित् असमवायिकारणम् इति नामधेयं कृतं तत्र न समवायिकारणम् असमवायिकारणम् तत्र तद् कारणेन सर्वदा मम भ्रमः अस्ति. अस्तु समीचीनम्. इदानीं भवतः मनसि किं जातमिति अस्तु पश्यतु. नञ् इति प्रत्ययः उक्तः. नञ् प्रत्ययस्य केवलं विरोधः इति एव अर्थः नास्ति. षड् अर्थाः सन्ति न इत्यस्य. षड् अर्थाः सन्ति. अग्रिमवर्गे तस्मिन् विषये अहं वदामि, नो चेत् वाट्साप् ग्रूप् मध्ये प्रेषयिष्यामि. न इति नै इति प्रत्ययः अस्ति खलु, तस्य षड् अर्थाः सन्ति. यदि आप्ते डिक्शनरी भवतः कृते अस्ति तर्हि किं कुर्वन्तु, प्रथमपदमस्ति आ इति, तत्र पश्यतु अब्राह्मणः इति पदं, तत्र षड् उदाहरणानि उक्तानि सन्ति. अल्पार्थे अपि नञ् प्रयोगः भवति, विरोधार्थे अपि प्रयोगः भवति इति षड् अर्थाः सन्ति नञ् प्रत्ययस्य. तर्हि न समवायिकारणम् असमवायिकारणमिति नास्ति. किमर्थम् इत्युक्ते यदि न समवायिकारणम् असमवायिकारणं तर्हि निमित्तकारणं किं? निमित्तकारणमपि न असमवायिकारणं खलु. सत्यं. तर्हि निमित्तकारणमपि असमवायिकारणे अन्तर्भूतं भवति. तर्हि न असमवायिकारणम् असमवायिकारणम् इति वदामश्चेत् निमित्तकारणे अतिव्याप्तिः भवति इति कृत्वा अत्र नञ् प्रत्ययस्य विरोधार्थः न स्वीकर्तव्यः. यद् समवायिकारणं वा असमवायिकारणं वा नास्ति, तत् निमित्तकारणम् इति तस्य लक्षणमुक्तम्. सत्यम्. इत्यतः असमवायिकारणम् इत्युक्ते यत् न समवायिकारणम् इति नास्ति. अस्तु, किञ्चित् विषयान्तरं जातं, भवतु, किञ्चित् समीचीनचिन्तनमस्ति. अहं प्रेषयिष्यामि नञ् प्रत्ययस्य षड् अर्थाः के. किमर्थं पृच्छामि चेत् सर्वदा मम भ्रमः जायते, असमायिकारणं समायिकारणं तत्र प्रयोगः भिन्नरीत्या भवति सर्वदा इति किञ्चित् अर्थबोधः सम्यक् जायते चेत् किञ्चित् सम्यक् तदर्थम् अहम् एकम् उदाहरणम् उपायं वदामि. अस्तु, समवायिकारणम् इत्युक्ते स्वस्मिन् तादात्म्येन स्थित्वा, इत्युक्ते यत् स्वस्मिन् तादात्म्येन तिष्ठति तदेव समवायिकारणं भवति. वस्तुतः अत्र स्वस्मिन् तादात्म्येन स्थित्वा इति तत्र निर्बन्धः अस्ति इति कृत्वा तादात्म्यसम्बन्धः कल्पितः. तादात्म्यसम्बन्धः इति वस्तुतः सम्बन्धः किमपि नास्ति. कार्यादिकरणे कारणं भवेत् इति अस्माभिः निकषा कृतम्. यदि तादात्म्यसम्बन्धेन स्वस्मिन् तिष्ठति समवायिकारणमिति न वदामश्चेत् अत्र कपालः कारणं घटं प्रति कारणं न भवितुमर्हति अनया निकषायाः अपेक्षया. कारणम् इति कृत्वा तत्र तादात्म्यसम्बन्धः कल्पितः अस्ति. वस्तुतः समवायिकारणम् इत्युक्ते स्वतन्त्रतया यत् तिष्ठति तदेव. केवलं तस्मिन् कार्यम् उत्पद्यते तावदेव. असमवायिकारणम् इत्युक्ते अन्यस्मिन् स्थित्वा तस्मिन् कार्यं जनयति. अन्यस्मिन् कारणं कार्यं जनयति, साहाय्यं करोति इति अर्थः. स्वस्मात् कार्यं जायते चेत् तत् समवायिकारणम्. अन्यस्मिन् स्थित्वा अन्यस्मिन् कार्यं जनयति चेत् असमवायिकारणं. तत्र केवलं व्यापारत्वेन किञ्चित् साहाय्यं करोति चेत् भवतु, इदानीं निमित्तकारणं दन्तचक्रादयः. अहमपि तदेव मनसि स्थापितवान्. डिरेक्ट् वै इण्डैरेक्ट् इस् अंशं वै. बहु समीचीनं. तत्र तन्तुपटयोर्मध्ये तन्तवः पटः मध्ये समवायिकारणमस्ति. तन्तुः पटस्य समवायिकारणं तन्तौ समूह तन्तुसमूहम् असमवायिकारणम्. यत्र रूपम् अति भवति पटे. भवान् वदतु, भवानेव वदतु इदानीम् असमवायिकारणं किं, पटस्य असमवायिकारणं किम्? पटस्य असमवायिकारणं तन्तव्येव, तन्तौ अति यत्र विचित्ररूपाणि अस्ति. न न न न न न न पटस्य समवायिकारणं किं पुनः एकवारं वदतु. तन्तुः. तन्तुः, बहु समीचीनं. घटस्य समवायिकारणं किं? मृद्. मृद् इति अत्र न्यायवर्गे मृद् इति कदा कदापि न चिन्तयतु. धन्यवादः. कपाले. कपालः. कपालः, समीचीनम्. अस्तु, घटस्य समवायिकारणं कपालः. घटस्य असमवायिकारणं किम्? घटस्य असमवायिकारणं अस्तु. इदानीं एतादृशं चिन्तयतु मुरळीमहोदय, भवतः दक्षिणहस्ते कपालः अस्ति, वामहस्ते अन्यः कपालः अस्ति. आम्. तर्हि इदानीं घटस्य उत्पादनं भवति वा? न भवति. किं करणीयम्? तत्र संयोगम् अवश्यं कपालद्वयोर्मध्ये. तर्हि संयोगः इति असमवायिकारणम्. कपालद्वयोः मध्ये यः संयोगः जायते. ओ, तथा तन्तोः मध्ये यः संयोगः जायते तदेव असमवायिकारणं पटं प्रति. इत्यतः अत्र अतः एव संयोगः इति गुणः इति नैयायिकैः स्वीकृतं. गुणः समवायिकारणे समवायेन गुणिनि समवायसम्बन्धेन तिष्ठति खलु. अस्तु, अग्रे सरेम. धन्यवादः. श्रीराम महोदय अग्रे पठति वा? तत्र महोदय, हा, तत्र पटस्य विचित्रं कलर् आर् दियाण्ड् वन् यान् आर् डिफरेण्ट् कलर्स् वट् एवर् इट् इस् असमवायिकारणमेव वा? सत्यं. तन्तौ विद्यमानरूपाणि पटे विद्यमानरूपं प्रति असमवायिकारणं भवति. आं, धन्यवादः महोदय. दट् इस् मै दट् इस् हा धन्यवादः. किन्तु तदपि अस्माभिः पूर्वं पठितं. इत्युक्ते तत्र कारणेन सह तिष्ठति वा कार्येण सह तिष्ठति वा इति. आम् आं महोदय, यस्टर्डे लास्ट् वीक् ऐ वास् जस्ट् गोयिङ्ग् थ्रू, ऐ हाड् सम् डौट् दट्स् वै ऐ आस्क्ड्. थ्याङ्क् यू. हा, ओके ओके, धन्यवादः धन्यवादः. अस्तु, हा, श्रीराम महोदय पठतु. इह सति सत्यन्तमात्रोपादे उपादाने पिष्टे अतिव्याप्तिः, तादृशविलक्षणसंयोगं प्रति पिष्टस्य समवायिकारणत्वात्, अतः गुणत्वरूपविशेष्यदलं निवेश्यं पिष्टे गुणत्वभावात् न अतिव्याप्तिः. तत्र इदानीमेव अस्माभिः चिन्तितं खलु. चिन्तितं यदि गुणत्वम् इति दलं त्यजामश्चेत् तत्र पिष्टे अतिव्याप्तिः. अस्तु, अग्रे. विशेषमात्र एतद् अवगतं वा? सत्यन्तमात्रपदे सत्यन्तमात्रोपादेन इत्युक्ते किं? तत्र सति अन्तमात्रपदेन महोदय, तत्र सत्यं सति इति पदमस्ति खलु दक्षिणवाक्ये, आश्रयत्वे सति गुणत्वम्. ओ, सति पर्यन्तं स्वीकुर्मश्चेत् इत्युक्ते गुणत्वम् इति पदं त्यजामश्चेत् पिष्टे अतिव्याप्तिः. अग्रे विशेषमात्रो क्षम्यतां महोदय, अहं केवलम् उपहासार्थं वदामि. अत्र इह सत्यन्तमात्रोपादने इत्यस्मिन् अपेक्षया यदि गुणत्वमिति पदं त्यजामश्चेत् इति सरलं वाक्यमेव खलु. तर्हि ग्रन्थकारः सर्वदा क्लिष्ट एव वाक्यानि अथवा पदानि कृतम्. अस्माकं किञ्चित् एतादृशवाक्यानि अवगन्तुम् अवसरः नास्ति. व्याख्यानं पठामः. वस्तुतः इत्येव तस्य आशयः. अपि च स्वरूप् महोदयेन किमर्थं विद्याधरी पुस्तकं स्वीकृतम्? अत्र बहूनि पुस्तकानि सन्ति, न्यायपुस्तकानि सन्ति, किन्तु अत्र एतादृश अवसरः लभ्यते, किञ्चित् प्रौढता अस्ति. तर्हि तादृशं सर्वं सरलमेव लिखामश्चेत् न्यायम् अवगच्छते, किन्तु अस्माकं व्याकरण तत्र भाषासमर्था न संवर्धति इति कृत्वा एव एतादृशं लिखितम्. अपि च तस्य तेन कारणेनैव स्वरूप् महोदयेन एतत् पुस्तकं स्वीकृतं, भाषा अभिवर्धनं भवति इति. अत्यन्तमात्र उपादाने पिष्टे अतिव्याप्तिः. अस्तु, अग्रे महोदय. विशेषमात्रोपादाने रूपादौ गुणे गुणत्वसत्त्वात् अतिव्याप्तिः स्फुटा एव. सत्यन्तविषयनिवेशेन तेषां तादृशसंयोगकारणत्व अभावात् वारणं च विशेषमात्रोपादाने रूपादौ. इदानीं गुणे विशेषमात्र उपादाने इत्युक्ते किम्? अत्र विशेष्यं किम्? विशेषं विषय विशेष्यं विशेषं तत्र गुणत्वम् इति विशेषं. सत्यं, हा, गुणत्वम् इति विशेष्यं. गुणत्वं विशेषमस्ति. उपादाने स्वीकुर्मश्चेत् गुणत्वं मात्रं स्वीकुर्मश्चेत् रूपादौ गुणे तत्र रूपे गुणत्वम् अस्ति इति कृत्वा तत्र अतिव्याप्ति. अन्येषु सर्वेषु गुणेषु अतिव्याप्तिः भवति. रूपादौ इति अस्ति अन्येषु सर्वेषु. सत्यन्तनिवेशेन, सत्यन्तनिवेशन इत्युक्ते धारणारभ्य सतिपर्यन्तं यत् उक्तमस्ति तद् स्वीकुर्मः. तेषां तादृशसंयोगकारणत्व अभावात् तेषाम् इत्युक्ते गुणानां वा महोदय, कारणत्वाभावात् तेषु तत्र विशिष्टसंयोगकारणत्वं न कारणत्वं न भवति तेषु इति कृत्वा तद्वारणं भवति, अतिव्याप्तिवारणं भवति. बहु समीचीनं, वादिता भवति वा? अस्तु, अत्र किञ्चित् वक्तुमिच्छामि. इत्युक्ते तत्र इदानीं मुख्यवर्गे मूलवर्गे हेत्वाभासः इति पाठः जायमानः अस्ति. तत्र प्रौढता बहु किमपि अस्ति, प्रौढता बहु किमपि अस्ति. मया किं कृतं, तत्र दशपुटं यावत् विद्याधरीग्रन्थकारेण यद् लिखितं, दशपुटं यावत् हेत्वाभासः इति केवलम् उपोद्घातत्वेन, तत्सर्वं सरलरीत्या पुटद्वये मया लिखितम्. ह्यः एव मया तत्र मया लिखितवान्, अहं लिखितवान् ह्यः एव. केवलं पुटद्वये न्याये किं किम् अवगन्तव्यमस्ति, न्यायचिन्तने सिद्धान्ते किं किम् अवगन्तव्यमस्ति, तत्सर्वं केवलं पुटद्वये मया लिखितं, किन्तु ग्रन्थकारेण दशपुटं यावत् लिखितं. बहु किमपि अस्ति तत्र, केवलं तस्य प्रौढता. अस्तु, भवतु, तत्र प्रौढता प्रदर्शनार्थम् इति नास्ति, किन्तु तस्य आशयः कः इति चेत् तादृशचिन्तनम् अस्माभिः क्रियते चेत् अन्यानि पुस्तकानि सन्ति खलु यत्र प्रौढत्वम् अस्ति, तत् पठितुं शक्यते अस्माभिः, शक्यते इत्यतः तेन तत् लिखितं. नैपुण्यं वर्तते तत्र. हा, अत्र महोदयेन, स्वरूप् महोदयेन किं कृतं, स्वरूप् महोदयः त्यक्तवान् गतसंवत्सरस्य अन्तात्. इदानीं द्रोणमहोदयः कश्चन अस्ति, सः एव पाठयति न्यायं. स्वरूपमहोदयः न पाठयति, किन्तु अत्र बहु प्रौढता अस्ति इति कृत्वा स्वरूपमहोदयः किं कृतवान्, स्वेन एकं करपत्रं लिखितवान्, तस्य पठनमेव इदानीं जायमानमस्ति. तत्रापि महान् प्रौढता अस्ति, मया उक्तं स्वरूपमहोदयेन, स्वरूपमहोदयं प्रति भवान् किं कृतवान्, अत्र किञ्चित् क्लिष्टकरमस्ति, तस्य सरल सारल्यं कारयामि इति कृत्वा भवानपि अत्र प्रौढता स्थापितवान् इति कृत्वा अहं पुनः सर्वं लिखित्वा एकं प्रेषितवान्. ह्यः एव प्रेषितवान् स्वरूपमहोदय. केवलं न्यायम् अवगन्तव्यं चेत् एतादृशप्रौढतायाः आवश्यकता नास्ति. आवश्यकता नास्ति तु अस्माकं भाषायाः वर्तनमपि आवश्यकं महोदय. यदा शङ्करभाष्यं पठामः अग्रे तत्र तस्य आवश्यकता भवति. सत्यं किन्तु सत्तु तत्तु सत्यं किन्तु न्याय न्यायसिद्धान्तः कः इति अपि अवगन्तव्यं खलु. सत्यं तदपि किं भवति एतादृशप्रौढता यत्र यत्र भवति तत्र केवलं भाषायाः अवगमने अस्माकम् अवधानमस्ति इति कृत्वा तत्र अन्ततो गत्वा न्याये किमुक्तम् इति सिद्धान्तस्य अवगमनं न जायते बहुत्र. तत्र किञ्चित् अवगमनं दोषपूर्णमपि भवति भवति हा इति कृत्वा मया एतद् अनुभवः यत् हेत्वाभासस्थले अभवत् तर्हि मया किं चिन्तितं प्रायः विद्याधरीग्रन्थस्य पुनः मया लेखनीयम् इति केवलं सरलभाषया अत्र प्रौढतां त्यक्त्वा येषां न्यायसिद्धान्त अवगमन इच्छा अस्ति तेषां कृते सरलरीत्या केवलम् आगतवान् गतवान् इति तादृश सरलभाषया लेखनीयम् इति मम चिन्तनमस्ति. भवतु ईश्वरेच्छानुसारं तद्भवति. अस्तु महोदय समीचीनं भवति. भवतः उदाहरणानि अपि समीचीनानि सन्ति. तदपि योजयामश्चेत् किञ्चित् सम्यक् भवति. तत्सर्वं योजयित्वा केवलं न्यायावगमनार्थम् अत्र यदि मम पुस्तकं कोऽपि पठति तत्र प्रौढता अपि च भाषाभिवर्धनं न भवति किन्तु सम्यक्तया सिद्धान्तस्य अवगमनं भवति. तत्र लेवल् वन् लेवल् प्राथमिक सत्यं सत्यं किन्तु लेवल् वन् इत्युक्ते न्यायसिद्धान्ते यद् लेवल् अस्ति तत् सर्वम् अत्र अस्ति केवलं भाषादृष्ट्या लेवल् वन् भवति. किमर्थम् इत्युक्ते अस्माकं वर्गे इदानीम् अस्माकं चिन्तनं तु अस्मिन् ग्रन्थे यदुक्तं तस्मात् बहिः अपि वयं चिन्तयामः खलु. इतोपि गभीर तत्र दिनकरी इति ग्रन्थमस्ति अड्वान्स्ड् ग्रन्थमस्ति तत्र कीदृशचिन्तनम् अस्ति तत्सर्वम् इदानीमेव अस्माभिः चिन्त्यते. सो चिन्तने प्रौढता भवति किन्तु भाषायां प्रौढता नास्ति तावदेव सरलभाषा प्रयुज्य अस्तु भवतु अग्रे सरेम. मुरळीमहोदय पठति वा स्नेहस्य पिण्डीभावं प्रति. ओहो भवतः गृहपाठस्य उत्तरम् अत्रैव दत्तमस्ति स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वं निमित्तकारणम् इति उक्तम् सत्यम् अहं किञ्चित् भिन्नरीत्या चिन्तितवान् महोदय. यदा भवान् पृष्टवान् तस्मिन् समये एव किञ्चित् मम चिन्तनं वदामि वा. अस्तु प्रतिपादयतु. अहं चिन्तितवान् यत्र स्नेहः इति गुणः तत्र जले अस्ति यदा जलेन संयुक्त पिष्टराशिः भवति जलेन संयुक्त भवति तदा एव तत्र पिण्डीभावः भवति. इदानीं समवायकारणम् इति स्वीकुर्मश्चेत् तत्र एव पिष्टराशौ एव स्नेहः इति गुणः भवेत्. सत्यम् असमवायिकारणम् इति यदा वदामः तत्र यदा संयोगः इव संयोगः इति द्विनिष्ठः अस्ति तत्र किं पिष्टराशौ अपि स्नेहः इति गुणः भवेत् तत्रापि. नो भोः तावद् न चिन्तनीयं भवतु. अत्र प्रथमवाक्यं यदुक्तं तदेव उत्तरं. स्नेहः कुत्र अस्ति जले अस्ति खलु. सत्यं स्नेहः कुत्र अस्ति जले अस्ति. पिण्डीभावः कुत्र अस्ति भिन्न द्रव्ये अस्ति. कुत्र अस्ति पिष्टराशौ तर्हि पिष्टराशि इति पिण्डीभावस्य समवायीकारणं. सत्यं यदि स्नेहः पिण्डी पिष्टराशौ विद्यमानपिण्डीभावस्य असमवायीकारणं भवेत् तर्हि स्नेहः कुत्र भवेत् साक्षात् पिष्टराशौ भवेत्. पिष्टराशौ भवति. किन्तु स्नेहः कुत्र अस्ति? जले अस्ति खलु. जले अस्ति. जले अस्ति चेदपि तत्र परम्परासम्बन्धेन इति तादृशं न वक्तव्यं. केवलं तत्र साक्षात् नास्ति इत्यतः एव तत्र असमवायीकरणं न भवति. परम्परया यद् आगच्छति तत्सर्वं निमित्तकारणमेव भवति. निमित्तकारणं भवति. इदानीं तत्र यदा अग्नि घटसंयोगः इति स्वीकुर्मः, तत्र अग्नौ विद्यमानसंयोगः, अग्नौ अपि संयोगः इति गुणः अस्ति, घटे अपि संयोगः इति गुणः अस्ति. तत्र गुणः इति समवायिका असमवायिकारणम् असमवायिकारणम् अस्ति इति वदामः खलु महोदय. तादृशः गुणः पिष्टराशौ नास्ति, केवलं जले एव अस्ति इति कृत्वा निमित्तकारणम् इति वदामः. आम्. अपि च इतोपि स्पष्टतया अवगन्तव्यं चेत् संयोगः इति द्विनिष्ठः सर्वदा द्वयोः संयोगः इति सम्बन्धः खलु. सम्बन्धः सर्वदा द्वयोः मध्ये भवति. सम्बन्धः इति पदं प्रयुज्मश्चेत् कयोः इति आकाङ्क्षा जायते. सत्यं. तर्हि इदानीं संयोगः इति अहं वदामि, भवान् पृच्छति कयोः घटः इति एकमेव अहं वदामि चेत् पुनः केन सह संयोगः इति वदतु भोः इति भवान् पृच्छति खलु. सत्यं. तर्हि तत्र द्वयं वस्तुद्वयं वक्तव्यं भवति यत्र संयोगः इति वदामः. किन्तु स्नेहः जलमात्रवृत्ति इत्युक्ते केवलं जले अस्ति, द्विनिष्ठः नास्ति इति कृत्वा, जले एव अस्ति इति कृत्वा तत्र प्रश्नः एव न उदेति इत्यतः तत्र निमित्तकारणं भवति. पिण्डीभावः कुत्र अस्ति? पिष्टराशौ अस्ति. स्नेहः कुत्र अस्ति? जले अस्ति. भवतु, तावद् अवगच्छामश्चेत् वक्तुं शक्यते निमित्तकारणम् इति. अस्तु. समवायिकारणं तु न भवत्येव. पिष्टराशौ पिष्टराशिः एव समवायिकारणं. स्नेहः कुत्र अस्ति? पिष्टराशौ नास्ति इत्यतः असमवायिकारणमपि न भवति. न भवति. तर्हि निमित्तकार अवशिष्टं किम्? अन्यत् सर्वं निमित्तकारणं. निमित्तकारणं. स्नेहः जले अस्ति इति कृत्वा निमित्तकारणम् इति वक्तुं शक्यते. तावदेव वाक्यद्वयं. स्नेहः जले अस्ति, पिण्डीभावं पिष्टराशौ अस्ति, अतः निमित्तकारणम्. परन्तु महोदय, अधुना एव वयं दृष्टवन्तः खलु असमवायिकारणम् इत्युक्ते अन्यस्मिन् स्थित्वा तस्मिन् कार्यं जनयति इति. न न, अन्यस्मिन् स्थित्वा अन्यस्मिन् कार्यं जनयति, अन्यस्मिन् स्थित्वा. इदानीं स्नेहः कुत्र तिष्ठति? जले स्थित्वा. अन्यस्मिन् स्थित्वा अन्यस्मिन् कार्यं जनयति इत्युक्ते जले स्थित्वा पिण्डिराशौ कार्यं पिष्टराशौ कार्यं जनयति इति न. घटे स्थित्वा, क्षम्यतां, कपाले स्थित्वा कपाले एव कार्यं जनयति. संयोगः कपाले स्थित्वा कपाले एव घटं जनयति खलु. समानाधिकरण्यं भवेत् तत्र. कार्यकारणयोः मध्ये समानाधिकरण्यं भवेत् असमवायिकारणे. निमित्तकारणे समानाधिकरण्यं न भवेत्. बुद्धं खलु? अस्तु, अग्रे सरे मुरळी महोदय पठतु. स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इह तादृशपिण्डीभावः विलक्षणसंयोगरूपः समवायेन पिष्टे वर्तते. स्नेहस्तु समवायेन जले विद्यमान स्वाश्रय संयुक्तत्व सम्बन्धेनैव परम्परारूपेण पिष्टे भवति. स्वं स्नेहः स्व आश्रयः जलं. स्वाश्रयसंयुक्तं पिष्टं तादृशसंयुक्तत्वं पिष्टे इति स्नेहनिष्ठकारण अवच्छेदक सम्बन्धः. स्वाश्रयसंयुक्तस्वरूपः पिण्डीभावनिष्ठकारिता अवच्छेदक सम्बन्धस्तु समवायः. अतः स्नेहः पिण्डीभावं प्रति निमित्तकारणं भवति. अस्तु महोदय, तत्र स्नेहः कस्मात् पिण्डीभावं निमित्तकारणं तत्र उत्तरं वर्तते भवेत्. तदेव तादृशपिण्डीभावः पिण्डीभावः विलक्षणसंयोगरूप समवायेन पृष्ठे वर्तते. अस्तु महोदय, अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु, नो चेत् पुनः पुनः तदेव पठति. अस्तु, इदानीं स्नेहाख्यगुणः कुत्र अस्ति? स्नेहः कुत्र अस्ति? स्नेहः जले अस्ति महोदय. हा अस्तु, स्नेहः जले अस्ति. स्नेहः केन सम्बन्धेन पिष्टरासौ आगतम्? संयोगसम्बन्धेन न. स्नेहः केन सम्बन्धेन जले अस्ति? समवायसम्बन्धेन अस्ति महोदय. बहु समीचीनम्. अस्तु, इदानीं मम प्रश्नः, समवायसम्बन्धेन यः स्नेहः जले अस्ति, सः स्नेहः केन सम्बन्धेन पिष्टे आगतम्? समवायसम्बन्धेन एव वर्तते महोदय. नास्तु, समवायसम्बन्धेन अस्ति चेत् स्नेहः इदानीं पिष्टे भवेत् खलु. स्नेहः जले अस्ति, पिष्टे नास्ति. द्वितीयवाक्ये दत्तं महोदय. मेहुल् महोदय, भवान् वदतु उत्तरं. स्वाश्रयसंयुक्तत्वसम्बन्धेन पिष्टे. स्वाश्रयसंयुक्तत्वसम्बन्धेन पिष्टे आगतम्. तर्हि प्रतिपादयतु मेहुल् महोदय, स्वाश्रयसंयुक्तत्वम् अत्र पदानां विवरणं ददातु. अहं किञ्चित् स्पष्टीकरणार्थमपि वदामि. तत्र दत्तमस्ति स्वम् इति स्नेहः, तर्हि स्व आश्रय स्नेहः इत्यस्य आश्रयः भवति जलं. स्नेहः जले अस्ति, अतः स्नेहः इति आश्रितः, जलमिति आश्रयः. अत्र स्व आश्रयः इत्युक्ते जलं. तत् जलं संयुक्तः भवति पिष्टेन सह, पिष्टेन सह तस्य संयोगः भवति. अतः पिष्टं किं भवति? पिष्टम् इति स्व आश्रयसंयुक्तं भवति. अतः पिष्टे स्व आश्रयसंयुक्तत्वम् आगच्छति. तत् सम्बन्धेन एव स्नेहः इति गुणः जले अस्ति, तत् स्व आश्रयसंयुक्तत्वसम्बन्धेन पिष्टे आगच्छति इति एव परम्परासम्बन्धः. सत्यं, स्नेहः जले अस्ति, जलपिष्टयोः मध्ये संयोगः अस्ति इति कृत्वा स्व आश्रयसंयुक्तत्वसम्बन्धेन स्नेहः इदानीं पिष्टे आगतः. तर्हि साक्षात् पिष्टे नास्ति येन केनापि सम्बन्धेन इति कृत्वा अत्र निमित्तकारणं भवति. अस्तु, धन्यवादः रुल् महोदय. अस्तु, समीचीनं, तर्हि पिण्डीभावं प्रति निमित्तकारणं भवति. अस्तु मेहुल् महोदय, भवान् अग्रे पठतु. तथा हि समवायिकारणे कार्यतावच्छेदकसम्बन्धः समवायः. प्रथम असमवायिकारणे अपि स एव. द्वितीय असमवायिकारणे पृष्ठसङ्ख्या 148 तु कार्यतावच्छेदकः स्वसमवायिसमवायित्वम्. समवायिकारणे कारणतावच्छेदकसम्बन्धः तादात्म्यम्. असमवायिकारणतयोः तु उभयोरपि समवाय एव. वक्ष्यमाणरीत्या पुटसङ्ख्या 151 चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायिसमवेतत्वं वा द्वितीय असमवायिकारणे कारणतावच्छेदकः. पक्षे चास्मिन् कार्यता न परम्परासम्बन्धेन अवच्छिद्यते, किन्तु समवायेन एव. अस्तु, अत्रापि किञ्चित् प्रौढता प्रदर्शिता अस्ति. न्यायस्य अवगमनार्थम् एतत् सर्वं न आवश्यकं खलु? न आवश्यकं, सत्यम्। इत्युक्ते जले विद्यमानस्नेहः कथं वा पिष्टे पिण्डीभावं कारयति इति प्रश्नस्य उत्तरं लब्धं, निमित्तकारणत्वं लब्धम्। अस्तु, किन्तु अत्र किञ्चित् प्रौढता दृश्यते। भवतु, तर्हि भवतु, वदतु महोदय। समवायिकारणे कार्ये तावच्छेदकसम्बन्धः समवायः, तत्र स्नेहः पिष्ट पिण्डिभावस्य समवायिकारणम् इति स्नेहः, स्नेहः खलु पिण्डिभावस्य समवायिकारणम्। सत्यं, पिण्डिभावः कुत्र अस्ति? पिण्डिभावः इत्युक्ते किं? विलक्षणसंयोगः खलु? आम्, विलक्षणसंयोगः, तस्य कारणमस्ति संयोगः। संयोगः इति गुणः, गुणः कुत्र अस्ति? समवायिकारणे गुणिनि अस्ति। केन सम्बन्धेन? समवायिकारणे। तदेव प्रथमसमवायिकारणे अपि स एव, तदेव प्रथमसमवायि प्रथम असमवायिकारणे, प्रथम असमवायिकारणे अपि स एव। अस्तु, द्वितीय असमवायिकारणे तु कार्यता। अस्तु, तर्हि अत्र किञ्चित् प्रतिपादयतु महोदय। इदानीं समवायिकारणे, समवायिकारणे इत्युक्ते किं? समवायिकारणं किम् अत्र? एतस्मिन् उदाहरणे खलु, हा, इदानीं पिष्टराशौ पिण्डीभावः अस्ति, अस्तु खलु, पिण्डीभावः इति कार्यं, तस्य समवायिकारणमिति स्नेहः, असमवायिकारणं स्नेहः। स्नेहः इति समवायिकारणं खलु पिण्डीभावस्य? स्नेहः इति यदा कदापि, स्नेहः इति गुणः खलु, यदा कदापि समवाये समवायिकारणं भवति वा? द्रव्यमेव सर्वदा समवायिकारणं भवति खलु महोदय? आम् आम् आम्, ओ अस्ति, आम् सत्यं, समवायिकारणं तु पिष्टराशिः एव। तर्हि समवायिकारणे इत्युक्ते पिष्टराशौ, पिष्टराशौ, तर्हि इदानीं कार्यता, तर्हि पिण्डीभावम् इत्युक्ते विलक्षणसंयोगः, विलक्षणसंयोगः एव कार्यम् इति स्वीकुर्मश्चेत् तस्य समवायिकारणं किं? पिष्टराशिः। तर्हि पिष्टराशौ कार्यतावच्छेदकसम्बन्धः समवायः, संयोगः समवायसम्बन्धेन एव समवायिकारणे अस्ति खलु, तद् बुद्धम्। इदानीं द्वितीयवाक्यं, प्रथम असमवायिकारणे अपि सः एव। प्रथम असमवायिकारणम् इत्युक्ते किम्? प्रथम असमवायिकारणमिति किञ्चित् तस्मिन् विषये पुनस्मारणं कुर्मः, तदनन्तरं पुनः पठेम। कस्यापि मनसि अस्ति चेत् वदतु इदानीं। कार्येण सह स्थित्वा, हा, बहु समीचीनं, कार्येण सह, उदाहरणं वदतु महोदय। तत्र संयोगः इति गुणः यत् कपालौ कपाले वर्तते, कपाल द्वयसंयोगेन तत्र घटः इति कार्यं जनयति, तदा संयोगः इति गुणः समवायेन कपाले स्थित्वा समवायेन घटं जनयति इति प्रथमविध असमवायिकारणम्। अस्तु, किन्तु कार्येण सह इति किमर्थं वदामः? तत्र घटेन सह वर्तते इति द्वितीयमस्ति, द्वितीयविध अस्ति तत्र कारणेन इति। एकनिमिषम्, द्वितीयविधात् पूर्वं किञ्चित् अत्र प्रथमविध असमवायिकारणम् इत्युक्ते कपालः अधोभागे अस्ति, तस्माद् उपरि संयोगः अस्ति, तस्मिन्नेव स्तरे घटः अपि अस्ति। सत्यं, सर्वदा प्रथमविध असमवायिकारणे एकमेव स्तरं भवति, इत्युक्ते देर् इस् ओन्ली वन् स्टोरि। कपालः अस्ति, तस्माद् उपरि वामभागे दक्षिणभागे संयोगः अस्ति, वामभागे घटः अस्ति, तर्हि घटेन सह एकस्मिन् अधिकरणे स्थित्वा, कार्येण सह एकस्मिन् अधिकरणे स्थित्वा कार्यं जनयति इति कृत्वा कपालद्वयमद्योः यः संयोगः अस्ति तद् प्रथमविध असमवायिकारणस्य उदाहरणं बहु समीचीनं. तर्हि इदानीं द्वितीयविध असमवायिकारणम् इत्युक्ते किं? तत्र कपालरूपं स्वीकुर्मश्चेत् तद् घटरूपं प्रति द्वितीयविध असमवायिकारणं. समीचीनं. तर्हि तत्र कथं वक्तव्यं? कारणेन सह, कारणेन सह घटः इति कारणं, घटरूपस्य कारणं घटः इति कृत्वा तत्र इदानीं रूपम् इति कपाले यत् अस्ति तत् सः गुणः इदानीं कारणम् अस्ति घटः, कारणेन सह वर्तते, कारणेन सह कार्यं घटरूपं जनयति. बहु समीचीनं, उत्तमं महोदय. तर्हि सर्वेषां अत्र मनसि चित्रं संस्थापयन्तु. कपालः इदानीमपि अधोभागे अस्ति, चित्रमवलम्ब्य सर्वम् अत्र. आमामां सत्यं, कपालः इदानीमपि अधोभागे अस्ति, तस्मात् वामभागे उपरि रूपमस्ति. रूपस्य स्तरे इदानीं किम् अस्ति? घटे विद्यमानरूपं नास्ति, घटः एव अस्ति रूपस्य स्तरे. घटः एव, घटस्य उपरि पुनः रूपमस्ति. तर्हि असम द्वितीयविध असमवायिकारणे सर्वदा स्तरद्वयं भवति. प्रथमविध असमवायिकारणे एकमेव स्तरं भवति. यस्मिन् स्तरे कारणमस्ति तस्मिन्नेव स्तरे कार्यमपि भवति. किन्तु द्वितीयविध असमवायिकारणे यस्मिन् स्तरे कारणमस्ति तस्मिन्नेव स्तरे कार्यस्य कारणमस्ति इति कृत्वा तद् द्वितीयविधासमवायकारणम्. अस्तु, तर्हि तदनन्तरं तत्र द्वितीयविध असमवायिकारणं तत्र सम्बन्धः निरूपणीयः खलु. तत् तत् सः सम्बन्धः अपि द्विधा विवरणं कर्तुं शक्यते. आम्, स्वसमवायिसमवायित्वम् इति एकं. हा, स्वसमवायिसमवायित्वसम्बन्धेन किं कस्मिन् अस्ति मेहुल् महोदय वदतु. कपाले अत्र एतस्मिन् उदाहरणं सत्यं. तर्हि स्वसमवायिसमवायित्वसम्बन्धः कस्य अवच्छेदकः भवति? कार्यतः अवच्छेदकः भवति वा कारणतायाः अवच्छेदकः भवति वा? कार्यतायाः अवच्छेदकः. बहु समीचीनम्, उत्तमं. कार्यतायाः अवच्छेदकः भवति द्वितीयविध असमवाकारणे, असमवायिकारणे कार्यता अवच्छेदकसम्बन्धः एवं वक्तुं शक्यते. स्वसमवायिसमवायित्वसम्बन्धे स्वसमवायिसमवायित्व अवच्छिन्न कार्यता निरूपित इति वक्तुं शक्यते खलु. तर्हि इदानीं भिन्नरीत्या वक्तव्यं चेत् कथं वदति? कारणता अवच्छेदकः भिन्नरीत्या वदतु. अस्तु, इतोपि किञ्चित् स्पष्टतया चिन्तयामः सम्पूर्णरीत्या. अस्तु, इदानीम् अस्माकम् उदाहरणमस्ति घटे विद्यमानरूपं प्रति कपाले विद्यमानरूपं कारणम्. अत्र कार्यतावच्छेदकसम्बन्धः कथम् उक्तं? स्वसमवायिसमवायि कार्यतासम्बन्धेः केन अवच्छिन्नः अस्ति, अवच्छिन्ना अस्ति स्वसमवायिसमवायित्वेन अवच्छिन्ना अस्ति. कारणतावच्छेदकसम्बन्धः कः महोदय अत्र? कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः. बहु समीचीनम्. अस्तु, तर्हि द्वितीयविध असमवायिकारणे कार्यतावच्छेदकसम्बन्धः स्वसमवायिसमवायित्वसम्बन्धः, कारणतावच्छेदकसम्बन्धः समवायः इति वक्तुं शक्यते. अन्यद्रीत्या अपि वक्तुं शक्यते. तत्र कार्यतासम्बन्धः इदानीं किं? समवायसम्बन्धः इति स्वीकुर्मः. कार्यतावच्छेदकसम्बन्धः ओ अस्तु, तर्हि कार्यता भवति कपाले यद् रूपमस्ति तदेव. न, कपाले नास्ति, घटे. घटे विद्यमानरूपमेव कार्यं खलु. आमाम्, सः तत् कार्यं घटे समवायसम्बन्धेन अस्ति. आं, सत्यं सत्यं, तदेव अहं चित्रं. तर्हि इदानीं कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति स्वीकुर्मश्चेत् कारणता तत्र आनेतव्यं, घटं प्रति आनेतव्यं, तत् केन सम्बन्धेन भवति? समवायसम्बन्धेन एव खलु. समवायसम्बन्धेन रूपं कपाले अस्ति किन्तु घटे आनेतव्यं खलु. निवासन्देन रूपं घट् कपाले अस्ति. तद्रूपम् इदानीं घटं प्रति आनेतव्यम्. हा, समवायि समवायि सम्बन्धेन समवायि समवायि नास्ति. समवायि समवायि इति चेत् कपालस्य अधः गच्छति. समवायि इति वदामश्चेत् अधः गच्छति खलु. उपरि गमनार्थं किं वक्तव्यं? हा, समवेतं. बहु समीचीनं. तर्हि इदानीं मेहुल् महोदय वदतु. स्वसमवायि समवेतम्. हा, स्वसमवायि समवेतत्वसम्बन्धेन कपाले विद्यमानरूपं घटे अस्ति. अपि च कार्यं तत्र समवायसम्बन्धेन अस्ति. तत् कार्यं समवायसम्बन्धेन अस्ति. सत्यं. हा, इति कृत्वा द्वितीयविध असमवायिकारणमेव द्विधा वक्तुं शक्यते. कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः स्वीकर्तुं शक्यते. नो चेत् कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धः स्वीकर्तुं शक्यते. वयं दृष्टवन्तः एतत् सर्वं. सत्यं सत्यं, केवलं पुनस्मारणार्थं मया उक्तम्. अस्तु, तर्हि इदानीं सर्वेषां स्मरणं जातम् इत्यतः अत्र झटिति पश्येम. प्रथम असमवायीकारणे अपि सः एव. कः समवायीसम्बन्ध समवायीकारणं? कार्यतावच्छेदकसम्बन्धः समवायः एव. द्वितीय असमवायीकारणे कार्यतावच्छेदकसम्बन्धः स्वसमवायीसमवायित्वं खलु. इदानीमेव अस्माभिः उक्तं समवायीकारणे कारणतावच्छेदकसम्बन्धः तादात्म्यम्. असमवायीकारणतयोः तु उभयोः अपि समवाये एव. अस्तु, किं कुर्मः? समयः अस्ति वा? इदानीं निमिषद्वयमेव अस्ति. किञ्चित् चिन्तनीयं. किमर्थमत्र तादात्म्यमिति उक्तम्? समवायीकारणे कारणतावच्छेदकसम्बन्धः सत्यं. समवायीकारणे इदानीं यत्किमपि समवायकारणं स्वीकुर्मश्चेत् स्वस्मिन् तादात्म्येन स्थित्वा अस्ति खलु. तर्हि कारणतावच्छेदकसम्बन्धः समवाय तादात्म्यसम्बन्धः एव भवति. अग्रे वदति वा महोदय, मेहुल् महोदय वदति वा असमवायीकारणतयोः? असमवायीकारणतयोः तु उभयोरपि समवाय एव. उभयोः इत्युक्ते किं? कयोः? असमवायीकारणतयोः तु उभयोः इत्युक्ते कार्यतायाः कारणतायाः च. हा, कार्यतावच्छेदकः अपि च कारणतावच्छेदकः द्वयमपि समवायः. अस्तु, अग्रे वक्ष्यमाणरीत्या. वक्ष्यमाणरीत्या चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायि समवेतत्वं वा द्वितीय असमवायिकारणे कारणतावच्छेदकः. स्वसमवायिसमवेतत्वम् इति कारणतावच्छेदकत्वेन स्वीकृतं खलु. द्वितीयविधः. द्वितीयरीत्या वयं अधुना एव उक्तवान्. इदानीमेव दृष्टं. दृष्टम् आम्. तदेव कपाले यत् रूपमस्ति तद् घटे आनीतव्यम् अतः. पक्षे च अस्मिन् कार्यता न परम्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेनैव. अस्तु, अत्र चित्रगन्धस्थले इत्युक्ते किम् इति अवगन्तव्यम्. तदेव अधुना न दृष्टम्, अग्रे आगच्छति. सत्यम्, अग्रे आयास्यति. तर्हि तस्मिन् विषये अग्रिमवर्गे चर्चयामः. चित्रगन्धस्थलम् इत्युक्ते किम् इति दृष्ट्वा तत्र व्यभिचारः कथं भवति इति अवगच्छामश्चेत् वाक्यस्य अवगमनं भवति. सत्यं सत्यम्. अस्तु, अत्र स्थगयामः वा? अस्तु महोदय. अस्तु, समीचीनं. धन्यवादः, नमस्कारश्च.